एवमेव वश् योगः थ वश्योगः स्थ प्रथमं सम्प्रसारणम् उष् योगः थ अनन्तरं व्रश्च ब्रश्च सृज मुज यज राज राज चषांशः शकारस्य स्थाने मूर्धनषकारः आगच्छति उष् योगः थ अनन्तरं स्टुनास्टुः इत्यनेन उष् योगः थ रूपं भवति उष् थ अनन्तरं वश् योगः मि वश्मि वश् योगः वः वः अपि अपित् अस्ति नित्प्रत्ययः सम्प्रसारणं भवति वश् उष् भवति उष् योगः वः उष्वः एवमेव वश् योगः मः सम्प्रसारणं प्रथमं वश्योगः मः सम्प्रसारणान्तरम् उष् योगः मः रूपं भवति उष्मः. सम्यक्. अतः तत्र यत्र यत्र कित्ङित् अस्ति सर्वत्र सम्प्रसारणम् अवश्यं भवति. अपित्वात् ङित्वात् अतः सम्प्रसारणं भवति. अतः वश् धातुः वष्टि उष्टः उषन्ति वक्षि उष्टः उष्ट वश्मि उष्वः उष्मः. अस्माकं रेकार्डिङ्ग् कृते वश् धातुः लट् रूपाणि. सम्यक्. अस्तु अग्रे सरामः. विजया भगिनी लोटि वदति वा? आं भगिनि नमस्कारः भगिनि. तत्र उष् अस्ति न वश् वश् अस्ति प्रथमं रूपं धातुरूपम् अनन्तरं तत्र शकारस्य स्थाने तत्र व्रच्छ ब्रच्छ इति सूत्रेण मूर्धन्य शकारः आगच्छति. एतत् सूत्रं सम्यक् एव भगिनि वदतु. तत्र पूर्णतया वक्तुं चेत् तत्र वृच्छ्रृज मृज यजराज व्राज व्राज शशांशः इति सूत्रेण तत्र शकारस्य स्थाने मूर्धन्यशकारः आगच्छति वश् इति भवति. अनन्तरं तत्र प्रथमं किम् अस्ति सीतः अन्ति न एतत् लोट् तु अस्ति. अतः तत्र तकारस्य स्थाने सुनासुः इति सूत्रेण तकारः आगच्छति अतः तत्र वष्टु इति भवति. सम्यक्. तावदेव खलु भगिनि. अनन्तरम् अन्यरूपमस्ति रूपं द्वयमस्ति तात् इति. अत्र तत्र अपित् अस्ति अतः तत्र सम्प्रसारणं भवति. सम्प्रसारणं भवति चेत् वकारस्य स्थाने उकारः भूत्वा उष् इति भवति. अनन्तरं व्रश्य ब्रश इति सूत्रेण शकारस्य स्थाने मूर्धन्यशकारः आगच्छति. अनन्तरं तत्र शृणासुः इति सूत्रेण टकारः भूत्वा उष्टात् इति भवति. टकारः भूत्वा उष्टात् इति भवति. अनन्तरं तम् अस्ति तादृशमेव उष्टाम् इति भवति. अनन्तरं तत्र अन्तु अस्ति. अत्र अन्तु अजादि अपित् अस्ति. तत्र वश् इति भवति सम्प्रसारणं भवति अतः उष् भवति. मेलनेन योजनेन तत्र उषन्तु इति भवति खलु भगिनि. अग्रे अनन्तरं वश् अस्ति सि अस्ति हि प्रत्ययः हि हि प्रत्ययमस्ति हि अस्ति इति अत्र प्रथमं सम्प्रसारणं भवति अतः तत्र वकारस्थाने उकारः भूत्वा उष् इति भवति. अनन्तरं तत्र शकारस्य स्थाने डकारः भवति जलां जशन्ते इति सूत्रेण, अतः उड् भवति. अनन्तरं तत्र होडः इति सूत्रेण हकारस्य स्थाने डकारः भूत्वा एकनिमिषं पुनः पुनः भगिनि पुनः तत्र ब्रश्च क्षम्यतां, तद् ब्रश्च ब्रश्च सत्यं ग्रहीज्या सत्यं, तस्मात् पूर्वम् एकं सम्प्रसारणं भवति भगिनि. प्रथमं पश्यति अस्ति चेत् तत्र सम्प्रसारणं भूत्वा उष् इति भवति. अनन्तरं तत्र शकारस्य स्थाने जलां जषन्ति इति सूत्रं कार्यं करोति वा भगिनि? न न, अस्माकं ब्रश्च ब्रश्च अस्ति किल, जलां जषन्ते इति न भवति. किमर्थम् इत्युक्ते पदान्ते नास्ति किल, प्रत्ययः तु इदानीमपि अस्ति अपदान्ते अस्ति. अतः तत्र व्रश व्रश इति सूत्रेण शकारस्य स्थाने दन्ते दकारस्य शकारस्य स्थाने मूर्धन्य शकारः आगच्छति, अतः तत्र उष् इति भवति. आम् उष् इति भवति. अनन्तरं तत्र मध्ये एकं कार्यं विस्मृतवती, किं भगिनि? ही स्थाने किम् आगच्छति? हि स्थाने डकारः होडः भगिनि, न होडः इति भूजल्भ्यो हेर्दिः जलन्तधातुः किल, जलन्तधातुः की प्रत्ययः, ही स्थाने धि आदेशः. आम् आं भगिनि, तत् कार्यं करोतु. इदानीं चतुर्थवर्णः चतुर्थदकारः आगच्छति, होल् इति चतुर्थदकारः आगच्छति. इदानीं उष् योगः चतुर्थदकारः अस्ति. अनन्तरं तत्र भवति तत्र शकारः इदानीं शकारस्य स्थाने सुणासुः इति सूत्रेण तत्र तकारः आगच्छति शकारस्य स्थाने, न धकारस्य स्थाने किल. स्तोः ष्टुना ष्टुः इत्येव तस्य पूर्णसूत्रं किल, अतः शकारधकारयोगे धकारस्य स्थाने चतुर्थडकारः आगच्छति महापर्ण. इदानीं वदतु, इदानीं मुष् अस्ति तत्र चतुर्थवर्णः डकारः अस्ति. इदानीं प्रथमं जलां जषन्ते कार्यं करोति खलु भगिनि, न वा? जलां जषन्ते इत्युक्ते पदान्ते एव कार्यं भगिनि सर्वदा, यदा प्रत्ययः अस्ति चेत् परे तत्र जलां जषन्ते न भवति किल, जषन्ते न भवति चेत् अन्यत् किं भवति? शकारः डकारः, जष्टुं केन सूत्रेण भवति इदानीं? जलां जषि जलां भवति किल, जलां स्थाने जश्. अनन्तरं जशि अस्तु भगिनी, अत्र शकारस्य स्थाने जलां जश् जशि इति सूत्रेण शकारस्य स्थाने डकारः आगच्छति, ऊड् इति भवति. अनन्तरं एतत् स्तोहस्टुणास्टुः इति सूत्रेण तत्र चतुर्थदकारस्य स्थाने चतुर्थदकारः आगच्छति, अतः तत्र डि स्थाने डि भवति, उड्डि इति भवति. तावदेव, उड्डि इत्येव रूपम् उड्डि इति भवति. तत्र अनन्तरं आम् अष्टुनाष्टुः प्रथमम् अनन्तरं जलां जषि, प्रथमं ग्रहीजा इति सूत्रं वश् योगः हि ग्रहीजा इत्यनेन उष् योगः हि हूजल्भ्यो हेर्दिः 6-4 तस्य कार्यम् उष् योगः दि भ्रश्च भ्रश्च इत्यनेन मूर्धन्यषकारः उष् योगः दि ष्टुनाष्टुः इत्यनेन उष् योगः डि जलां जश्जषि इत्यनेन उड् योगः डि उड्ढि इति रूपम् अवगतं वा तत् भगिनि अत्र प्रथमकार्यं हूजल्भ्योः हेदिः अनन्तरं ग्रहीज इति दत्तमस्ति उदाहरणं परन्तु वश्योगः इति समीचीनं किल अतः 6-4 विप्रतिषेधे परं कार्यम् इत्यनेन हूजल्भ्यो हेर्तिः समीचीनं भगिनि आम् हि भवति वा धि भवति वा अपित्येव अस्ति अतः ग्रहीजा इत्यस्य प्रसक्तिः अस्ति एव आं भगिनि सत्यम् 6-4 अनन्तरं 6-1 इति आगच्छति अङ्गकार्यम् अस्तु हा सत्यम् आम् आम् आं भगिनि अग्रे वश् योगः तं विद्या भगिनि तत्र तव वश् योगः तत्र सम्प्रसारणं भवति अतः वकारस्य स्थाने उकारः भूत्वा उष् इति भवति पूर्वमेव वयं दृष्टवन्तः तत्र किम् अस्ति इदानीं ब्रच्छ इति सूत्रेण शकारस्य स्थाने मूर्धन्य शकारः आगच्छति उष् इति भवति इदानीम् अनन्तरं उष् भवति स्टुनास्तुः इति सूत्रेण तत्र टकारः भवति अतः तत्र तात् इति भवति खलु भगिनि अतः तत्र उष्टात् इति भवति समीचीनं वा भगिनि तं त किल द्विवचने बहुवचने उष्टात् उष्टात् अनन्तरं तादृशमेव उष्टमस्ति अनन्तरम् उष्ट इति भवति उष्टम् अनन्तरम् उष्ट इति भवति अनन्तरं तत्र आनि अव आम अस्ति आनि इति पित् अस्ति अतः तत्र वशयोगः आनि तत्र योजनमेव वशानि इति भवति तादृशमेव वशाव वशाम इति अस्ति भगिनि सम्यक् तावदेव अत्र धन्यवादः समीचीनं अरुणा भगिनी लङ्गि वदति वा आं भगिनि प्रयत्नं करोमि वशयोगः प्रथमं पित् अस्ति सम्प्रसारणं नास्ति ततः लुङ् लङ् षुडोद्धातो सूत्रेण अडाकम् आगच्छति अवश् युहति तकारलोपः पदं करणीयं वा व्रश्च भ्रश्च करणीयं भगिनि अङ्गकार्यं व्रश्च भ्रश्चाभ्यो इत्येव प्रथमं भवति ब्रश्च इति त्रिपादिसूत्रम् ओके हल्लाभ्यो दीर्घाति सति नवरचमम्बर् अपृक्तः लोपः भवति तकारलोपानन्तरेण पदसंज्ञा अपि भवति ब्रश्च ब्रश्च सृजं रुच सूत्रेण शकारस्थाने मूर्धन्यशकार आगच्छति अवश् अस्ति जलं जशोन्ते इति सूत्रेण षकारस्थाने ढकार आगच्छति अवड् वा अवसाने इति सूत्रेण अवड् भवति सम्यक् भगिनि अतः हल्याभ्यो दीर्घात् 6-1 तस्य कार्यं प्रथमम् अनन्तरं ब्रश्च ब्रश्च इति त्रिपादिसूत्रं तत् पदान्ते अपि जलि पदान्ते तस्य कार्यं भवति इदानीं पदान्ते अस्ति अतः कार्यम् अवश्यं भवति अपित् अस्ति सम्प्रसारणं भवति उष् योगः ताम् अधुना आडाजादनामित सूत्रेण आट् आगच्छति आट् उष् ताम् आटश्च इति सूत्रेण वृद्धिः भवति औ भवति औष् युगः तां व्रश्च ब्रश्च इति सूत्रेण शकार अन्त्यसकारस्थाने मूर्धन्यशकारः आगच्छति औष् तां शृणाष्टुः इति सूत्रेण औष्टां भगिनि औष्टां सम्यक् आम् लङ्लकारे अन् अस्ति अपित् अस्ति ततः सम्प्रसारणं भवति प्रथमम् उष् योगः अन् अडाजादनाम् इति सूत्रेण आडागम वृद्धि आटश्च इति सूत्रेण वृद्धि औष् योगः अन् अन् इति पित्वा अपित् वा अपित् अपित् अस्ति चेत् किं कार्यं प्रथमं सम्प्रसारणं भगिनि उष् भवति तदनन्तरम् आट् अडाजादीनाम् इति सूत्र अत्र अडाजादीनाम् इति सूत्रेण आगम आ योगः औष् योगः अन् आटस्य वृद्धित्वेन औष् योगः अम् अत्र अम् इति तावदेव औषन्नेव तावदेव किमपि कार्यं सन्धिकार्यस्य तु अवसरः एव नास्ति किल शकारः अकारः मेलनमेव ओके वश्योगः सकार अत्रापि पित् अस्ति केवलम् अडागमः अवश्योगः प्रथमं सकारलोपः हल्नाद्यो दीर्घात् तृतीय हल्लिसूत्रेण सकारलोपः भवति तदनन्तरम् अडागमः आगच्छति अवश् पदसंज्ञा भवति व्रश्च ब्रश्च इति सूत्रेण मूर्धन्यशकारः आगच्छति तदनन्तरं जलं जशन्ते इति सूत्रेण शकारस्थाने ढकारः आगच्छति वावसान इति सूत्रेण ठकारः आगच्छति अवट् अवड् अवट् इति रूपद्वयम् अस्ति वश्युगः तम् अत्र अपित् अस्ति प्रथमं सम्प्रसारणं भवति उष् योगः तम् आडाजदीनाम् इति सूत्रेण आट् आगम आयोगः उष् योगः तम् आटश्चेतन वृद्धिः भवति उकारस्य औष् योगः तम् वश्चभ्रश्च सृजमुज इति सूत्रेण षकारस्थाने मूर्धन्यषकार तां स्टुनास्टुः इति सूत्रेण औष्ठाम् औष्ठम् औष्ठं ता तत्रापि तकार एव औष्ट इति रूपं भवति वम् अं गत् भगिनि अम् अत्र पित् अस्ति सम्प्रसारणं भवति केवलम् अडागमः अवश्यम् अवश्यम् अवश्यं वा अस्ति पित् अस्ति सम्प्रसारणं भवति प्रथमं उष् भवति उष् वा आडागम आटश्च औष् औष् योगः औष्व औष्म औष्व औष्म इति भवति सत्यं सत्यं यत्र यत्र अपित् अस्ति तत्र सर्वत्र सम्प्रसारणम् अनन्तरम् आडागमः वृत्तिः सम्यक् धन्यवादः भगिनि धन्यवादः महोदय विधिलिङ्गि वदति वा विधिलिङ्ग यात् यातां युः सर्वत्र अपित् अस्ति अतः कथं नित्वत् कार्यं करोति अतः सम्प्रसारणं भवति वश् इत्यस्य उष् भवति अनन्तरं तत्र षत्वं न भवति याकार अस्ति अतः जल् नास्ति अतः उष्यात् उष्याताम् उष्युः उष्याः उष्याताम् उष्यात उष्याम् उष्याव उष्याम इति सत्यं सम्यक् अग्रे अपि पठति वा महोदय शकारान्तः ईष्यातु एकवारं तत्र एकवारं हा शकारान्त ईष् धातु अस्ति ईष् धातु आत्मनिपदि ऐश्वर्ये अङ्गकार्यम् उपधायां दीर्घ ईकारः लघु ईक् इति न अतः अङ्गकार्यं नास्ति ईश् इत्यस्ति अत्र इडागमः इति प्रथमं कार्यमस्ति ईशहसे ईश् धातुः धातुतः परस्य सार्वधातुकसंज्ञकस्य च द्वे शब्दस्य इडागमः भवति इति अस्ति ईशहसे इति इडा ई एकवारम् इडागमः भवति अस्तु इडागमः भवति अग्रे ईड् जनो जनो द्वे च इत्यनेन ईड् जन् इत्याभ्यां परस्य सार्वधातुकसंज्ञकस्य से च द्वे शब्दस्य च इडागमः भवति ईड् ईडश्च जन् च ईड् जनौ तयोः ईड् जनौ ईड् जनौ पञ्चम्यर्थे षष्टिः द्वे लुप्तषष्टिकं पदं च द्वे पदं तत्र इड्यर्थि व्ययैति नामिति यस्मात् ईट इत्यस्य अनुवृत्तिः तदादिभ्यः सर्वत्र इत्यस्मात् सर्वत्र इत्यस्य अनुवृत्तिः च इत्यादयेन पूर्वतनस्य ईशः से इत्यस्य पूर्णतया अनुवृत्तिः अतः अङ्गस्य इत्यस्य अधिकारः ईशः ईड् जनोः अङ्गात् सार्वत्रिकस्य से द्वे च ईट् आगमः इति अस्ति ईड् जनो अस्तु तत्र ईट् इत्यस्य जन् धातोः अपि च ईश् इत्यस्य से सकार से अपि च द्वे परे इटागम इडागम अग्रे एतद् वयं पूर्वं पठितवन्तः स्मरति वा महोदय ईटे इति तत्र वयं दृष्टवन्तः ईडि हे ईडि द्वे इति रूपाणि केचन वैयाकरणं वदन्ति यत् उपरितनयोः सूत्रयोः फलितार्थः अयं यत् द्वितीयसूत्रस्य च इत्यनेन ईश् धातोः अपि अनुवृत्तिः भवति ईड् जनो द्वे च इति सूत्रे अनेन ईश् धातुतः द्वे शब्दस्य अपि इडागमः भवति अन्ये वैयाकरणं वदन्ति यत् से इत्यस्य अनुवृत्तिः भवति ईड् जनो द्वे च इति सूत्रे द्वे शब्दस्य च अपकर्षः उपरि आनयनम् इति ईशः से इत्यस्मिन् इति सूत्रे यथा कथमपि भवतु द्वयोः सूत्रयोः स च द्वे च द्वयोः अन्तर्भावः अनेन मध्यपुरुषे लटि लोटि च यथा ईड् जन् धातुभ्यां तथैव ईश् धातोः अपि इडागमः भवति अस्तु ईशः से इत्यस्मिन् तत्र तत्र से इत्यस्मिन् एव कृतमस्ति परन्तु तत्र किमस्ति अत्र अग्रिमसूत्रात् अपकर्षणं भवति द्वे अपि ईडागमः भवति अत्र तु ईड् जनर् द्वे इति 7 to 78 अस्ति ईशहसे इति 7 to 77 अस्ति अतः अपकर्षः वयं तु सर्वदा अनुवृत्तिः इति एव पश्यामः किल अग्रिमसूत्रे इदानीम् अपकर्षः उपरि आनयनं भवति अस्मिन् सूत्रे अतः ईश् ईड् जन् धातुभ्यां तत्र से वा द्वे वा परे अस्ति चेत् इडागमः भवति इत्येव तत्र एव वयं तद् प्रकृतिग्रहणे विकृत्याः अपि ग्रहणम् इति दृष्टवन्तः यदा स्मरति तत्र ईड् जन् धातुभ्यां पूर्वमेव अस्ति अस्मिन्नेव करपत्रे तत्र प्रकृतिः थास् अस्ति, स्मरति वा कोऽपि? आं भगिनि, तत्र किमस्ति आसीत्? प्रकृते ग्रहणेन विकृतेः अपि ग्रहणम्, यत्र प्रकृतौ कार्यं विधीयते एकदेशविकृतस्य अनन्यत्वात् इत्यनया परिभाषया विकृतौ अपि कार्यं विधीयते. अत्र प्रकृतिः कः, विकृतिः का, प्रकृतिः का, विकृतिः का? मूलरूपं प्रकृतिः भवति भगिनि, प्रत्ययानां मूलरूपं प्रकृतिः, परिवर्तितरूपं विकृतिः. विकृतग्रहणेन प्रकृतेः ग्रहणम्. आं भगिनि, से अतः लोटि अपि भवति वा? थास् अस्ति, लोटि, आम्. तास् इति प्रत्ययः अस्ति, तत् प्रकृतिः अस्ति. से इति से भवति, लोटि हि भवति भगिनि अत्र इति आत्मनेपदि किल, आत्मनेपद, आत्मनेपद, आम् स्व लोटि आत्मनेपद स्व, आं भगिनि. स्व इत्यस्य सवाभ्यां वामौ स्मरति वा? अनेन अतः से इत्यस्य स्थाने स्व आगच्छति इदानीम्. अतः से इति प्रकृतिः अस्ति स्वकृते, अतः तत्रापि भवति विकृति, प्रकृतिग्रहणेन विकृत्याः अपि ग्रहणम् इति कृत्वा लोटि भवति, परन्तु लङ्गि न भवति. किमर्थम्? ध्वम् इति प्रत्ययः स्वीकुर्मः, द्वम् इति यदा प्रत्ययः स्वीकुर्मः, से अनन्तरं द्वे इत्यनयोः स्थलयोः एव अस्य सूत्रस्य प्रसक्तिः किल. यदा ध्वम् इति प्रत्ययः स्वीकुर्मः तत्र तु प्रकृतिः ध्वं, विकृतिः द्वे तत्र भवति. लोटि पुनः ध्वं भवति सवाभ्यां वामौ इति, तत्र अपि भवति. परन्तु लङि तु सिद्धप्रत्ययः एव ध्वम् इति आसीत् किल, प्रकृतिः एव, अतः तत्र न, तत्र न भवति. अवगतं वा सर्वैः? परन्तु लोट् मध्ये मध्यमपुरुष बहुवचनमपि ध्वम् एव अस्ति खलु भगिनि? लोटि भवति, लङ्गि एव, केवलं लङ्गि एव न भवति. न, लङ्गि इदानीं भवत्या उक्तं लङ्गि मध्ये मध्यमपुरुष बहुवचनं द्वम् इति अस्ति, अतः न आगच्छति इति. परन्तु लोट् मध्ये अपि स्व आतां द्वम् इति अस्ति, तत्र अपि द्वम् इति सिद्धरूपेण अस्ति. द्वम् इति न सिद्धरूपेण नास्ति, तत्र द्वम् इति प्रथमं यत् प्रकृतिः अस्ति तस्य परिवर्तनं लट्टि द्वे इति भवति. सवाभ्यां वामौ इति सूत्रेण पुनः द्वम् इति आगच्छति, अतः तत्र विकृतिः, अतः तत्र भवति. पुनः एकवारं वदामि, तास् इति प्रथमं तास् इति प्रत्ययः स्वीकुर्मः, मूलप्रत्ययः तास्, तत्तु प्रकृतिः अस्ति. इदानीं तासः से इत्यनेन से इति विकृतिः चेञ्ज् अभवत्, से इति आगच्छति. इदानीं लोटि किं भवति इत्युक्ते स्व इति प्रत्ययः कुतः आगच्छति इत्युक्ते सवाभ्यां वामौ इति सूत्रेण यद् से इति लट् प्रत्ययः अस्ति तस्य एव विकृतिः, विकृतिरूपं स्व इति अस्ति, अतः तत्र लोटि भवति. परन्तु यदा वयं ध्वम् इति स्वीकुर्मः, मूलप्रत्ययः ध्वं, प्रकृतिः ध्वं, तस्य परिवर्तनं द्वे इति भवति लटि. तदेव पुनः लोटि सभाभ्यां वामौ इत्यनेन द्वम् इति पुनः भवति. अनेन सूत्रेण एव परिवर्तनं भवति द्वेतः द्वम्. अतः द्वं तत्रापि प्रसक्तिः अस्ति अस्य सूत्रस्य. परन्तु लङ्गि मूलरूपं यद् द्वम् आसीत् तादृशमेव तिष्ठति, तस्य परिवर्तनं किमपि न भवति. अस्मिन् सूत्रे किम् उक्तं? द्वे से द्वे इत्यस्य एव प्रसक्तिः इति उक्तम्. अतः द्वम् इति यद् मूलरूपम् अस्ति तत्र अस्य सूत्रस्य प्रसक्तिः नास्ति. लङ्गि प्रसक्तिः नास्ति, लट्टि लोटि एव प्रसक्तिः. अवगतं वा? अस्तु, सम्यक् कुर्मः इदानीं. महोदय, लटिरूपाणि वदति वा? सन्धिकार्यं किम् अस्ति इत्युक्ते अत्रापि व्रश्च व्रश्च एव ष्टुनाष्टुः जलां झषि. अस्तु, लटि अस्तु, एकनिमिषः. ईशयोगर्थे इति अस्ति. ईशयोगर्थे इदानीं तत्र व्रश्च व्रश्च इत्यनेन तत्र षकारः ईशयोगर्थे इदानीं तत्र ष्टुत्वं टकारस्थाने टकारः ईष्ठे इति भवति. ईशयोग आते तत्र किमपि कार्यं नास्ति, ईशाते इति वर्णमेलनं. ईश् योग अते ईशते, ईश् योग से इदानीं तत्र ईश् योग से इति अस्ति. तत्र ईशः किं सूत्रमस्ति? ईशः से एकवारम् ईशः से इत्यनेन तत्र तत्र इडागमः भवति. ईशः से इत्यनेन तत्र इडागमः भवति. अत्र प्रत्ययस्य ईशः से इत्यस्य परस्य सर्वसम्यकस्य से च त्वे च तस्य इरागम अस्तु, इरागम भवति. अतः ईशयोग से ईशि से इति भवति. ईशि अस्तु, ईशि से इति अस्ति. इदानीं तत्र आदेशप्रत्यय इत्यनेन तत्र सकारस्य षत्वम् ईशि से ईशि ईशि से इति भवति. अग्रे ईशयोग आथे इति अस्ति, तत्र किमपि ईशाथे इति अस्ति. ईश् योग ईशयोग द्वे इति अस्ति. ईशः से इत्यनेन एव भवति अथवा अग्रिम सूत्रेण भवति वा? कार्यं तु इडागमः एव किल? आमाम्, अतः अतः इडागमः अस्ति. तत्र ईश योग इद्वे ईशि तत्र ईशि ईश योग इद्वे इदानीं तत्र शत्रं न भवति, ईशिद्वे इति एव ईशिद्वे. अग्रे ईश योग ईश योग ऐ एकनिमिषम् ईश योग ए इति अस्ति, तत्र वर्णमेलनम् ईशे इति. ईश योग वहे ईशयोग वहे इत्यस्ति. ईश्वहे ईश्वहे एव केवलम् ईश्वहे ईष्महे इति. सम्यक्, एकमेव तत्र स्थलद्वये एव कार्यं. से द्वे से द्वे इत्यत्र इड्जनोर्द्वे ईशः से. सम्यक् महोदय, तत् येन अनेन इट्टागमः एकत्रे आदेशप्रत्ययोः, अन्यत्र आदेशप्रत्ययोः इत्यस्य किमपि कार्यं नास्ति. समीचीनम्. अस्तु, श्रीवल्ली भगिनी लोटि वदति वा? आं भगिनि, ईश् योगः ताम् प्रथमं व्रश्च व्रश्च सृज मृज यजराज ब्राच्चांशः शत्वं भवति. ईश ईश् योगः ताम् अनन्तरं ष्टुः ईश् योगः ताम् रूपं भवति ईष्टाम् अनन्तरम् ईश् योगः आताम् कोऽपि कार्यं नास्ति, ईशाताम्। अनन्तरम् ईश् योगः अताम्, अताम् इति ईशताम्। अनन्तरं स्व, ईश् योगः स्व, अत्र ईशहसे इत्यनेन इडागमः भवति। इस्व, ईश् योगः इस्व, ईशिष्व। अनन्तरम् आदेशप्रत्ययोः इन्कोः, शकारस्य स्थाने मूर्धनशकारः आगच्छति, सकारस्य स्थाने मूर्धनशकारः आगच्छति, ईशिष्व इति रूपम् आगच्छति। ईश् ईश् योगः आथाम्, ईशाथाम्। अनन्तरं द्वं, द्वम् अपि ईजनो द्वे च इत्यनेन इडागमः भवति। ईश् योगः इध्वम्, ईषिध्वम् इति रूपं भवति। ईश् योगः ऐ, पितस्मि, कोऽपि कार्यं नास्ति, ईषै। अनन्तरं यावहै आमहै अपि पितस्मि, कोऽपि कार्यं नास्ति, ईशावहै ईशामहै। सम्यक्, तावदेव, अत्र किमपि नास्ति, केवलं मध्यमपुरुषे यदा वयं लटि कृतवन्तः तादृशमेव लोटि अपि। एकदेशवृत्तिः अनन्यत्वात्। सम्यक्, अस्तु, विजया भगिनी लङ्गि वदति वा? आं भगिनि, तत्र धातुः ईश् अस्ति, तत्र लङ्रूपं, तत्र ईकारः अस्ति, तत्र तत्र ईकारः अस्ति, तत्र वृद्धिः भवति खलु भगिनि, प्रथमं लुङ् लङ् लङ्षु सर्वत्र अकारः अस्ति, अनन्तरं अकारः नास्ति, एकनिमिषम्, अकारः नास्ति, लुङ् लङ् लङ्षु यदा भवति यदा हलादिः अस्ति, अजादिः अस्ति चेत् आडजादीनाम्। अतः तत्र अकारः सर्वत्र आगच्छति खलु भगिनि, दीर्घ अकारः, आ योगः ई, इदानीम् आटश्च वृद्धिः, आम् आम्, इदानीम् आटश्च कार्यं करोति, अतः वृद्धिः भूत्वा ऐ इति भवति खलु भगिनि, सत्यम्, ऐ इति भवति। अनन्तरं अनन्तरम् ऐ आगच्छति आटश्च इति सूत्रेण। अनन्तरं तत्र ईश अस्ति, शकारः अस्ति, तस्य स्थाने व्रश्च ब्रश्च इति सूत्रेण मूर्धने शकारः आगच्छति, इदानीम् ऐश् इति भवति। अनन्तरं तत्र तकारः अस्ति, तकारस्य स्थाने तत्र स्टुनासुः इति सूत्रेण प्रथमटकारः आगच्छति, अतः तत्र ऐष्ट इति अन्तिमरूपं निष्पन्नम्। अनन्तरं आताम् अस्ति, एतत् आत्मनेपदि आतम् अस्ति, अतः तत्र ऐश् ऐ इति पूर्वम् आगच्छति वयं दृष्टवन्तः। शकारः अस्ति, ईश् ऐश् इति। अनन्तरं तत्र अपित् अस्ति, ताम् इति, अत्र तत्र योजनमेव ऐषा ताम् इति अस्ति। अनन्तरं अत अस्ति, ऐषत इति भवति ऐषत। अनन्तरं तत्र ऐ दृष्टवन्तः ऐ किं कथम् आगच्छति इति। अनन्तरं तः ताः इति अस्ति, तत्र अपि सुनासुः इति सूत्रेण कार्यं सुनासु द्वितीयटकारः आगच्छति, तत् स्थाने ऐष्टाः इति भवति। अनन्तरम् आताम् इति अस्ति, तादृशमेव ऐषाताम् इति अस्ति। अनन्तरं द्वम् अस्ति तत्र भवती पूर्वमेव उक्तवती तत्र मूलरूपमेव तिष्ठति अतः तत्र ईद् जनौर् द्वे द्वेश्च इति सूत्रं कार्यं न करोति द्वमेव तिष्ठति तत्र तत्र किं भवति चेत् तत्र ऐषा किमस्ति अत्र ऐ द्वम् अस्ति ऐष्योगः द्वं द्वम् इति अपित् प्रत्ययः अतः जलादि अपित् जलादि अस्ति अतः प्रथमं किं सूत्रं जलादि दकारः अस्ति प्रथमं प्रथमं ब्रश्य ब्रश्य इति आगच्छति अनन्तरम् इदानीं मूर्धन्य शकारः आगच्छति ऐष् योगः द्वम् अनन्तरं तत्र जलां जश् जशि इति सूत्रेण तस्मात् पूर्वं शकारः धकारः अस्ति यदा पूर्वं भवती कृतवती तादृशमेव शकारः चतुर्थवर्णधकारः अस्ति चेत् स्तुनाष्टुः सर्वदा स्तुनाष्टुः एव शकारः किल मूर्धन्यशकारः सुनाष्टुः इति सूत्रेण तत्र डकारः आगच्छति इदानीम् ऐड् इति भवति डकारस्य स्थाने न शकारस्य स्थाने एव डय डकारः आगच्छति खलु भगिनि अतः ऐड् तद् जलां जश् जशि अवगतं वा तद् तद् प्रथमं एतत् प्रथमम् आगच्छति अनन्तरं तत्र दन्त्यशकारस्य स्थाने मूर्धन्यशकारः आगच्छति अनन्तरं स्टुनास्टुः इति सूत्रेण शकारस्य स्थाने डकारः आगच्छति स्टुनाष्टुः सर्वदा शकारस्य परिवर्तनं कदापि न करोति किल स्तोः स्टुनाष्टुः सकारस्य स्थाने वा तकारस्य स्थाने वा एव परिवर्तनं शकारस्य परिवर्तनं स्टुनाष्टुः कदापि न करोति अवगतं किल तत्र द्वम् इति अस्ति तत्र एव अतः चतुर्थवर्णः आगच्छति इदानीं द्वम् अस्ति अतः तत्र ऐड् ऐड् द्वम् इति भवति ऐड्वम् इति भवति मध्यमपुरुष बहुवचनं भवति अनन्तरं तत्र ऐ पूर्वमेव तिष्ठति परन्तु तत्र पित् अस्ति इडागमः तत्र किल तत्र ई अस्ति ई वहि महि अत्र ऐ ऐ अनन्तरम् ऐष् एव भवति ई ऐषि इति भवति अनन्तरं वहि महि ऐष्वहि ऐष्महि तावदेव तावदेव एकस्मिन् स्थले एव किञ्चित् कार्यं द्वम् इत्यस्य समीचीनम् आम् अरुणा भगिनी विधिलिङ्गि वदति वा आं भगिनि विधिलिङ्ग् अत्र सम्प्रसारणं भवति विकल्पप्रत्ययः अजादिप्रत्ययः पित् अपित् अस्ति परन्तु जल् नास्ति केवलं वर्णं मेलनेव ईशीत ईशीयाताम् ईशीरन् ईशीथाः ईशीयाथाम् ईशीध्वम् ईशीय ईशीवहि ईषीमहि. समीचीनं. सम्प्रसारणं किमर्थम् उक्तवती अत्र? सम्प्रसारणी धातुः एव नास्ति, सूत्रमपि न कार्यं करोति, तदेव न तु सम्प्रसारणं शकारः न आगच्छति. किमर्थं चेत् अद् जल् नास्ति, वर्णः नास्ति. समीचीनम्. अग्रे पठति वा भगिनि? शकारान्त भगिनि, क्षम्यतां भगिनि, तत्र लङ्लकरे मध्यमपुरुषः बहुवचनं सूत्रं क्रमं किञ्चित् वदति भगिनि, मया सम्यक्तया. ऐश् योगः द्वम् इति अस्ति, प्रथमं ब्रश्च ब्रश्च सर्वं तत्र त्रिपाद्यामेव, सर्वाणि सूत्राणि त्रिपाद्यामेव सन्ति. ब्रश्च ब्रश्च इति प्रथमम् ऐश्. इदानीं शकारस्य स्थाने मूर्धन्यशकारादेशः, ऐश् योगः द्वम्. इदानीं शकारः अस्ति, धकारः अस्ति, स्तोः स्तुनाष्टुः, तत्र धकारस्य स्थाने चतुर्थडकारः, ऐश् योगः द्वम्. इदानीं जलां जश् जशि, ऐड् योगः द्वम्, ऐड्वम् इति, ऐड्वम् ऐड्वम् जलां जश् जलां जश् जशि. जश् वर्णः परः अस्ति चेदेव जलां स्थाने जश् आगच्छति किल. बकारः तु जश् वर्णः नास्ति. अवगतं किल? शकार डकारयोः इदानीं सन्धि. शकारान्तः द्विष् धातुः, द्विष् धातुः उभयपदी अप्रीतौ अर्थः. अङ्गकार्यं प्रथमं हलादिपित्सु उपदायां लघु इक्कः गुणः द्विष् योगाति पुगन्तलघुपदस्य च इति सूत्रेण द्वेष् योगाति. सन्धिकार्यं द्वेष्टि. अजादिपित्सु उपदायां लघु इक्कः गुणः द्विष् योगः आनि पुगन्तलघुपदस्य चैत्सूत्रेण द्वेष् योगः आनि. रसाभ्यां नूनः समानपदे इत्यनेन नत्तं द्वेषाणि भवति. हलादिपित्सु किन्निति च गुणनिषेधः द्विष् योगतः सन्धिकार्यमेव. तदनन्तरं स्तृणाष्टुः इति सूत्रेण द्विष्टः भवति. अजादिपित्सु अपित्सु किन्निति च गुणनिषेधः द्विष् योगः अन्ति. वर्णमेलनमेव द्विषति द्विषन्ति. सन्धिकार्यं शकारान्तधातोः केवलं पठनीयं भगिनि. शकारान्तधातोः शकारात् तदादि तथादि थादि तादि थादि प्रत्ययानां सुप्तं स्तृणाष्टुः इति सूत्रेण सकारे परे षकारस्य ककारादेशः षडोः कहसि इति सूत्रेण जशि जस्त्वं जलां जश् जशि इति सूत्रेण. ओके. द्विष् योगाति गुण आदेशः पुगन्तलघुपदस्य इति सूत्रेण. द्वेष् योगाति स्तृणाष्टु इति सूत्रेण द्वेष् योगाति द्वेष्टि. द्विष् योगसि गुणादेशः द्वेष् योगसि षडोः कहसि इत्युक्तेन द्वेक् योगसि आदेशप्रत्ययेन द्वेक् योगः षि मूर्धनशकार वर्णमेलन द्वेक्षि इति रूपं. द्विष् योग हि हूजल्यभ्योहेर्धिः इति सूत्रेण द्विष् योगधि अष्टुनाष्टुः इत्यनेन द्विष् योगढि जलां जश्चषि इति सूत्रेण द्विड् योगः ढि द्विड्ढि. लङ्गि अपि पठनीय. ओके. लङ्गि द्विषश्च इति द्विष् धातुतः लङ् लाङ् आदेशस्य जी स्थाने जुष् आदेशः शाकटायनस्य मते, द्विषः पञ्चम्यन्तं च अव्ययं द्विपदपदं सूत्रं जेर्जुष् इति सूत्रेण ल जेर्जुष् लङ्गः शाकटायनस्यैव इति एक्स्क्यूस् मि एतनयोः पूर्णतया अनुवृत्तिः अनुवृत्तिसहितसूत्रं द्विषः च लङ् जेः जुष् साक शाकटायनस्य एव अत्र अद्विष् योगः जुष् अद्विष्युः इति रूपम् अन्येषां मते अन् इत्येव भवति अद्विष् योगः अन् अद्विष्यन् इति विशेषसूत्रमस्ति अपि द्विषश्च इति केवलम् अद्विष् धातोः विषये एव रूपद्वयं भवति अद्विषुः अद्विषन् इति रूपद्वयं भवति ये स्थाने जुस् इति आदेशः लटि वदति वा भगिनि द्विष् योगः अस्ति प्रथमं गुणकार्यं पदागुण पुगन्तलघुपद्यस्य सूत्रेण द्वेष् योगः अस्ति चुनाष्टुः इति द्वेष्टि भवति द्विष्योगः तः अपित् अस्ति नित् अस्ति गुणनिषेधः द्विष्योगः तः स्टुनाष्टुः द्विष्टः द्विष्योगः अन्ति अत्रैव वयं पठितवन्तः द्विषश् लङ्लकारे न लटिल रूपं नास्ति अप्यत् अस्ति गुणक द्विषन्ति द्विष्योगः सि अप्यत् अस्ति गुणकार्यं द्वेष्योगः सि षडोः कः सि इति सूत्रेण शकार मूर्धनशकारस्थाने ककार आगच्छति आदेशप्रत्ययोः इति सूत्रेण सकार सि स्थाने षि मूर्धनशकारः आगच्छति वर्णमेलेन द्वेक्षि इति रूपं द्विष्योगः भगिनि द्विष्योगतः अत्र अपित् अस्ति गुणकार्यं नास्ति शकार आर् वि गोयिङ्ग् टु गेट् दत् केवलं स्टुनाष्टुः एव ओके स्टुनाष्टुः द्विष्ठः द्विष्टः था द्विष्ठ सम्यक् द्विष्योः मि अत्र प्रथमं गुणं भवति द्वेष्योगः मि वर्णमेलव द्वेष्मि द्विष्योगः वः अपि द्विष्वः द्विष्मः तावदेव कार्यम् अत्र सम्यक् धन्यवादः समीचीनं तत्र द्विष्योगः धातुः उभयपदी अस्ति अत्र कराम उभयपदी परस्मैपदी न उभयपदी एव उभयपदी धातु परिवर्तनं न अभवत् अभवत् वा तत्र इदानीम् उभयपदी एव लिखितम् अस्ति भगिनि जालपुटे उभयपदी अप्रीतौ जालपुटे उभयपदी धातु तत्र उभयपदी धातुः अस्ति एकम् अनन्तरम् अजादिपित्सु यदा लघु इक् गुणः भवति यदा लोट् लकारे द्वेष्योगः आनि इति तत्र रषाभ्यां नोनः समानपदे न आगच्छति अट्कुप् वाङ्नुम् इति भवति व्यवधानम् अस्ति किल आकारः मध्ये अतः अनेन नत्वं भवति न रषाभ्यां नोनः इत्यनेन न तदपि परिवर्तनं करणीयं तत्र दोषेण लिखितं सूत्रम् अस्तु एक समयः द्विनिमिषं लोट्टि करोति वा भगिनि भवती वा शिवलि भगिनि द्विष्योगः तु द्विष्योग प्रथमं गुणकार्यं भवति द्वेष्योगः तु अनन्तरं स्टुनाष्टुः द्वेष्टु अनन्तरं द्विश्योगः तात् तात् गुणकार्यं नास्ति, द्विश्योगः तात्, अनन्तरं स्टुनाष्टुः द्विष्टात्, अनन्तरं ताम् द्विष्योगः ताम् केवलं अपि तस्ति स्टुनाष्टुः द्विष्टाम् द्विष्योगः अन्तु द्विषन्तु द्विष्योगः हि इति भवति प्रथमम् अदे अपि तस्ति गुणकार्यं नास्ति, अनन्तरं द्विष्योगः स्टुनाष्टुः इति भवति डकारः जल्भ्यो हेर्दिः इति द्विष्योगः धि इति भवति, अनन्तरं स्टुनाष्टुः द्विष्योग योगः ढि, अनन्तरं जलां षष्टिः द्विड् योगः ढि स्वरूपं भवति द्विड्ढि तात् अपि अस्ति द्विष्योगः तात् केवलं स्टुनाष्टुः द्विष्टात् इति रूपं भवति, अनन्तरं द्विष्टं द्विष्ट, अनन्तरम् आनि आनि इति पित् अस्ति अत्रापि पुगन्तलघुपतस्य च इत्यनेन गुणकार्यं भवति द्वेष्योगः आनि, अनन्तरम् अट्कुप्वाङ् नुं व्यवायेपि नोणः द्वेषानि इति रूपं भवति, अनन्तरं द्विष्योगः आवा आवा अपि पित् अस्ति गुणकार्यं भवति द्वेष्योगः आव द्वेषाव तावदेव द्वेषाम सम्यक्। अतः लङ् विधिलिङ् प्रायः अग्रिमसप्ताहे कुर्मः, समयः जातः, तत्र अग्रे यदस्ति तदपि शकारान्तः एव, चिन्तनं यद् दत्तमस्ति करपत्रे तद् किमर्थं नत्वं भवति न भवति इति तदपि पठामः। अग्रिमधातुः अस्ति चक्षिङ् चक्ष् इति, अनन्तरं वस् इति सकारान्तदातुः, सकारान्तदातवः बहवः दत्ताः सन्ति, यत्र यत्र विशेषकार्याणि नास्ति तत्र तत्र किञ्चित् प्रयत्नं कुर्वन्तु। यदा वस् धातुः, अनन्तरं आस् धातुः, शास् धातुः, अत्र किमपि विशेषकार्यं नास्ति, कन्स् धातुः अस्ति चेत् तत्र इदितोनुं धातुः तद् अस्ति, तावत्पर्यन्तं प्रयत्नं कुर्वन्तु, अनन्तरम् अग्रिमसप्ताहे अग्रे सरामः। अस्तु, धन्यवादः, धन्यवादः, आं महोदय, भगवद्गीतायां दत्तमस्ति अष्टव्याख्यं मध्ये, तत्र ज्ञेयः यथा नित्यसन्यासि यो न द्वेष्टि न प्रयोगः प्रयोगः द्वेष्टि सः नित्यसन्यासि इति ज्ञेयः तादृशं वयमपि प्रयत्नं करणीयं। भगिनि, I'll be going to Rishikesh for one